अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानशक्तौ सर्वकर्मणां फलत्यागः श्रेयस्साधनम् उपदिष्टं न प्रथममेव अतश्च श्रेयो हि ज्ञानमभ्यासादिते उत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मप्रत्यागः स्तूयते सम्पन्नसाधनानुष्ठानशक्तौ अनुष्ठेयत्वेन श्रुतत्व केन साधर्मेण स्तुतित्वं यदा सर्वे प्रमुच्यन्ते इति सर्वकामप्रहाणाम् अमृतत्वम् उक्तं तत्प्रसिद्धं कामाच्च सर्वे श्रौतस्मार्थकर्मणां फलानि तत्त्यागे च विदुषः ध्यान्यष्टस्य अनन्तरा एव शान्तिः इति सर्वकामत्यागसामान्यम् अज्ञकर्मप्रत्यागस्य अस्ति इति तत्सामान्यात् सर्वकर्मप्रत्यागस्तुतिः इयं प्ररोचनार्थ यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तनाः अपि ब्राह्मणाः ब्राह्मणत्वसामान्यः स्तूयन्ते एवं कर्मप्रत्यागः कर्मयोगस्य श्रेयस्साधनत्वम् अभिहितम् अत्र च आत्मेश्वरभेदमाश्रित्य विश्वरूपे ईश्वरे चेतस्समाधानलक्षणः योगः उक्तः ईश्वरार्थं कर्मानुष्ठानानि च अथैतदप्यशक्तोऽसि इति अज्ञानकार्यसूचना न अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति तदा कर्मयोगिनः अक्षरोपासन अनुपपत्ति ते प्राप्नुवन्ति मामेव इति अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यम् उक्त्वा इतरेषां पारतन्त्र्य ईश्वराधीनतां दर्शितवान् तेषामहं समुद्धर्त इति यदि हि ईश्वरस्य आत्मभूताः ते मतः अभेददर्शित्वा अक्षरस्वरूपाः एव ते इति सामुद्धरणकर्मवचनं तां प्रति अपेक्षणं स्यात् यस्माच्च अर्जुनस्य अत्यन्तमेव हितैषि भगवान् तस्य सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तमेव उपदिशति न च आत्मानम् ईश्वरं प्रमाणतः बुद्ध्वा कस्यचिन् गुणभावं जिगमिषति कश्चिन् विरोध तस्मात् अक्षरोपासकानां सम्यग्दर्शननिष्ठानां सन्न्यासिनां त्यक्तसर्वेक्षणानां अद्वेष्टा सर्वभूतानाम् इत्यादि धर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामि इति प्रवर्तते अद्वेष्टा सर्वभूतान् मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःखसुखः क्षमी अद्वेष्टा सर्वभूतानां न द्वेष्ट आत्मनः दुःखहेतुमपि न किञ्चिद्वेष्टि सर्वाणि भूतानि आत्मत्वेन हि पश्यति मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः करुणः एव च करुण कृपा दुःखितेषु दया तद्वान् करुणः सर्वभूत अभयप्रदः सन्न्यासीत्यर्थः निर्ममः मम प्रत्यये वर्जितः निरहङ्कारः निर्गत अहं प्रत्यय समदुःखसुखः समये दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः क्षमी क्षमा वा आकृष्टः अभिहतो वा अविक्रियः एव अस्ति सन्तुष्टः सततं योगी यथात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिः यो मद्भक्तः स मे प्रियः सन्तुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे च उत्पन्न अलं प्रत्यय तथा गुणवल्लाभे विपर्ये च सन्तुष्टः सततं योगी समाहितचित्तः यथात्मा संयतस्वभावः दृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये स दृढनिश्चयः मय्यर्पितमनोबुद्धिः सङ्कल्पविकल्पात्मकं मनः अध्यवसायलक्षणबुद्धिः ते मय्येव अर्पिते स्थापिते यस्य सन्न्यासिनः सः मय्यर्पितमनोबुद्धिः यः ईदृशः मद्भक्तः सः मे प्रियः प्रियो हि ज्ञानोत्यर्थम् अहं स च मम प्रियः इति सप्तमे अध्याये सूचितं तद् इह प्रपञ्चते यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः यस्मात् सन्न्यासिनः न उद्विजते न उद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यति लोकः तथा लोका न उद्विजते च यः हर्षामर्षव्योद्वेगैः हर्षश्च अमर्षश्च भयं च उद्वेगश्च तैः हर्षामर्षभयोद्वेगैः मुक्तः हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमाञ्चन अश्रुपातादिलिङ्गः अमर्षः असहिष्णुत भयं त्रासः उद्वेगः उद्विग्नत तैः मुक्तः यः स च मे प्रियः अनपेक्षुचिन्दक्षः उदासीनो गतव्यतः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः देहेन्द्रियविषयसम्बन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः शुचिः बाह्येन आभ्यन्तरेण च शौचेन सम्पन्नः दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः सः उदासीनः यति गतव्यतः गतभयः सर्वारम्भपरित्यागी आरभ्यन्ते इति आरम्भाः इहामुत्र फलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः तान् परित्यक्तुं शीलम् अस्ति इति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः किञ्च यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः यः न हृष्यति इष्टप्राप्तो न द्वेष्टि अनिष्टप्राप्तो न शोचति प्रियवियोगे न च अप्राप्तुं काङ्क्षति शुभाशुभे कर्मणि परित्यक्तुं शीलम् अस्येति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेयं समसङ्गविभर्जितः समशत्रौ च मित्रे च तथा मानापमानयोः पूजापरिभवयोः शीतोष्णसुखदुःखेषु समः सर्वत्र च सङ्गविवर्जितः किञ्च तुल्यनिन्दास्तुतिर्मौनि सन्तुष्टो येन केनचित् अनिकेतस्थिरमतिः भक्तिमान् मे प्रियो नरः तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुतिः ते तुल्ये यस्य सः तुल्यनिन्दास्तुतिः मौनि मौनवान् संयतवाक् सन्तुष्टः येन केनचित् शरीरस्थितिहेतुमात्रेण तथा च उक्तं येन केनचिदाच्छन्नो येन केनचिदाशितः यत्र क्वचन शायि स्यात् तं देवा ब्राह्मणं विदुः इति किञ्च अनिकेतः निकेतः आश्रयः निवासः नियतः न विद्यते यस्य सः अनिकेतः नागारे इत्यादि स्मृत्यन्तरः स्थिरमतिः स्थिरा परमार्थविषयस्य मतिः सः स्थिरमतिः भक्तिमान् मे प्रियः नरः अद्वेष्टा सर्वभूतानामित्यादीनाम् अक्षरोपासकानां निवृत्तसर्वेषणानां सन्न्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम् उपसंह्रियते ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते श्रद्धधानाम परम भक्तास्तेतीव मे प्रियाः ये तु सन्न्यासिनः धर्म्यामृतं धर्मादनपीतं धर्म्यं च ततो अमृतं च ततुम् अमृतत्वहेतुत्व इदं यथोक्तम् अद्वेष्टा सर्वभूतानाम् इत्यादिना पर्युपास्ते अनुतिष्ठन्ते श्रद्धदानाः सन्तः मत्परमः यथोक्तः अहम् अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमः मद्भक्ताः च उत्तमं परमार्थज्ञानलक्षणां भक्तिमाश्रिताः ते अतीव मे प्रियः प्रियो हि ज्ञानिनोत्यर्थम् इति यत्सूचितं तद्व्याख्या इह उपसंहृतं भक्तास्तेतीव मे प्रियाः इति यस्मात् धर्म्यामृतमिदं यथोक्तम् अनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति। तस्मादिदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं। विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः। इति श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः।